अस्तु तर्हि अद्य अनदन्ताङ्गानां कृते सिद्धप्रत्याः इति पाठः प्रवर्तमानः अस्ति. तर्हि अग्रे गच्छेम. भगिनी हेमा भगिनी पृच्छतु भवती. आं भगिनि, तत्र परस्मैपदी लट्लकारे उत्तमपुरुष एकवचने यत्र मिप् अस्ति लट्लकारे न क्षम्यतां लोट्लकारे तत्र आनी इति रूपम् आगच्छति किल. तत्र इतश्च तस्थस्थमिपां तान्तं तामः प्रभाद्य मेर्नि कार्यं करोति. तत्र पुनः आडुत्तमस्य पिच्च इति कारणेन तत्र आकारः अपि आगच्छति, तर्हि आनी इति रूपं भवति. तत्र आडुत्तमस्य पिच्च अतो दीर्घो ययि तस्य तस्यापि प्रसक्तिरस्ति वा? पुनः आडुत्तमस्य पिच्च तत्र कार्यं करोति, परन्तु तत्र अतो दीर्घो ययि तस्य कार्यमपि भवितुम् अर्हति खलु? अतो दीर्घो अतः अङ्गस्य दीर्घः भवति ययि प्रत्याहारे परे इति अस्ति खलु. एतत्तु आकारः अस्ति खलु, ह्रस्वकारः नास्ति. अत् इत्युक्ते ह्रस्वकारः इति एव अर्थः खलु. अतो दीर्घो ययि वा? परन्तु अङ्गं तु पठ एव अस्ति किल महोदय, तत्र अकारः एव अस्ति किल. आकारः अस्ति खलु, तत्र तु आगमः भवति, परन्तु ततः पूर्वम् अतो दीर्घो ययि तस्य प्रसक्तिरस्ति. किमर्थम् इत्युक्ते तत्र पठ इति अङ्गे अदन्त अङ्गम् अस्ति, तर्हि अकारः अस्ति. अतः अङ्गात् परे ययि वर्णः अस्ति चेत् तर्हि भवती किं वदति इत्युक्ते पठ योगः नि इति आदौ भवति, अनन्तरम् आडुत्तमस्य पिच्च इति आगत्य. किन्तु पठयोगः नि अनन्तरं तत्र तु कार्यद्वयं इदानीं भवति खलु. अतो दीर्घो यङि इति अस्ति, तत्तु वर्णनिमित्तिककार्यमस्ति खलु. अनन्तरम् अस्माकम् आडुत्तमस्य पिच्च इति प्रत्ययनिमित्तिककार्यमस्ति. तर्हि अङ्गकार्यमस्ति, तर्हि अङ्गकार्यस्य प्रसक्तिः अधिकं भवति, बलवत् भवति अङ्गकार्यम्. ओ, किमर्थम् इत्युक्ते लट्लकारे तत्र पटावः पठामः सर्वे आगच्छति खलु, अतो दीर्घो ययि वयं योजितवन्तः. अत्र अत्र अत्र प्रसक्तिः अस्ति, किन्तु कार्यं कर्तुं न अर्हति. किमर्थम् इत्युक्ते ततः पूर्वमेव आगतमस्ति पिच्च इति आगत्य अङ्गकार्यमस्ति, तर्हि तस्य बलवत् भवति, तत् आगत्य कार्यं करोति. हा, बलवत् तु अस्ति, परन्तु तत्र लेखनीयं वा अतो प्रभाद्य इति? बहूनि सूत्राणि तथा लेखितुम् इच्छति चेत् लेखितुं कर्तुं शक्नुमः, किन्तु बहूनि सूत्राणि तथा भवति भगिनि. प्रसक्तिः भगिनि यत्र अत्र तु वर्णनिमित्तिककार्यम् अनेके भवितुम् अर्हति खलु, तथा एव भवति. लेखितुम् इच्छति चेत् लेखितुम् आम् अर्हति. आमां अन्यस्थलेषु वयं तस्य समीपां तान्तं प्रभाद्य मेर्नि कार्यं करोति इति लेखितवान्. किमर्थम् इत्युक्ते तत् सर्वे तु अङ्गनिमित्तिककार्याणि सन्ति खलु. अस्तु, अहं तत् स्मृतवती अङ्गकार्यम्. अस्तु भगिनि, पुनः अहं विस्मृतवती, सर्वे लङ्लकारे लङ्लकारेषु अकारः पूर्वम् आगच्छति किल, अपठत् अपठताम् अपठत्, अकारस्य सूत्रं किम्? अहं वदामि एकनिमेषः. तदपि तत्र उपरि लेखनीयं खलु, यतोहि अहं पूर्णतया विस्मृतवती. आं, तत्तु अङ्गात् पूर्वम् आगच्छति खलु, धातोः पूर्वम् आगच्छति. अत्र लिखामः चेत् उपरि यदा भवति परस्मैपदे लोट्लकार या लट्लकार तत्र उपरि एव लेखितुं शक्यते खलु भगिनी. लुङ् लङ् लुङ्गुदातः इति सूत्रेण अस्ति लुङ् लङ् लुङ् लुङ्षु ष्वडुदातः 6470 आकारः आगच्छति. ओहो तत् वयं अत्र लेखनीयं चेत् अत्र योजनं किमपि न भवति खलु, केवलं पूर्वं तिष्ठति इति एव अस्ति अत्र. केवलं लिखामः अनन्तरमेव. तदनन्तरम् आत्मनेपदीविषये तर्हि तत्रापि अस्माभिः द्रष्टव्यं, तत्र हलादि अस्ति चेत् लुङ् लङ्क्ष् इति वक्तव्यम्, अनन्तरम् आतश्च इति अजाति अस्ति चेत् इति वक्तव्यम्. ओहो अस्तु भगिनि. तदनन्तरम् आत्मनेपदीविषये लट्लकारे आटोमितः कार्यं करोति लङ्लकारे वा लट्लकारे आत्मनेपदी आत्मनिगते कार्यं करोति. आं सत्यं. तत्र आतोमितः आस्थाने इयादेशः आगच्छति, परन्तु आतोमितः तु मित् अस्ति किल, तत् तर्हि लट्लकारे कथम् आगच्छति इति किञ्चित् क्लेशः अभवत्. अत्र किम् इत्युक्ते आत्मनेपदीनां कृते अत्र पित् नास्ति खलु, अत्र अपित् अस्ति, तर्हि सार्वधातुकम् अपित् इत्यनेन सार्वधातुकम् अपित् वा. आं महोदय अस्तु. पुनः इड् वहि महीङ् अस्ति किल, तत्र इड् महीङ् द्वयोरपि प्रथमं ङकारस्य लोपः हलन्त्यमनेन इति वक्तव्यं वा, नो चेत् इङ् एव न, परन्तु इङ् एव टि भागम् अपि भवितुम् अर्हति किल. तदनन्तरं आं भगिनि, इङ् एव सत्यं वदति, इङ् एव. तर्हि हलन्तं तस्य आवश्यकं नास्ति इति मन्ये. सत्यं भगिनि, सर्वत्र स्थित आत्मनेपदानां तेरे एव सर्वत्र वयं योजयामः खलु. इङ् इत्युक्ते एकनिमिषः अन्तिम स्वरस्य अनन्तरमेव किल अल्वर्ण. सत्यम्. इङ् इङ् तु स्वरं नास्ति किल, तर्हि इङ् टि भागः अभवत् भवति किल. आम् सत्यं भगिनि. इड् वहि महिङ् इड् पुनः महिङ् अपि. तदनन्तरं किम् इत्युक्ते एकनिमिषः, हलन्त्यं संख्या किम्? हलन्त्यं हलन्त्यम् इति आदौ एव कार्यं करोति, किमर्थम् इत्युक्ते प्रत्ययस्य अनुबन्धलोपः अस्ति, तत्तु तत् आदौ बहव सम्भवति. तर्हि किमर्थम् इत्युक्ते किम हलन्त्यम् इति आगच्छति. आम् तस्य अनन्तरमेव आत्मनेपदी टीका आत्मनेपदानां कार्यं करोति, अतः प्रथमं वयं सर्वत्र हलन्त्यम् उपयुज्य तदनन्तरमेव अन्यसूत्रान् प्रयुज्यामः तदेव वा. आं भगिनि, किमर्थम् इत्युक्ते यदि वयं लोट्लकारः पश्यामः चेत् तत्र अपि तत्र न तत्रापि आवश्यकं नास्ति खलु, भवती यत् वदति संशयः अस्ति तत्र अनुबन्धलोपः प्रथमं करणीयम् इति अस्ति, तदनन्तरमेव अन्यत् सर्वं भवति. भवत्याः कः अभिप्रायः रामप्रिया भगिनी मणिमहोदय मम अवगमनं यस् अस्ति टी संज्ञा इति स्वरस्य अनन्तरं हल् वर्णः इति इड् इड् डकारलोपः हलन्त्यं तस्य लोपः ई एव टी टी भागः अस्ति किल तस्य स्थाने आताम् अस्ति तत्र सर्वे वयम् आमेव टी भागः इति वदामः खलु तत्रापि मकारस्य लोपः हलन्ति न योजितवन्तः न योजितम् आम् आम् भगिनि मम स्मरणं यदा पूर्वमहम् एतत् सर्वे पठितवन्तः तत्समये हलन्त्यम् इति कार्यं करोति इति एव महोदय शिक्षितवान् आत्मनेपदे अपि तदेव शिक्षितवान् इति एव कोष्ठमेव अहं चित्रभगिन्याः सह चिन्तनवर्गमपि कृतवन्तः भवती किम् उक्तवती तदपि समीचीनमेव हेमा भगिनी आम् तत्र तु प्रसक्तिः अस्ति तु अत्र अत्रापि प्रसक्तिः अर्हति किल क्योंकि महोदयस्य वर्गे तु वयं सर्वे एवमेव उक्तवन्तः भवती तु चिन्तितवती वयं तु न चिन्तनं समीचीनमेव एतदेव इदानीं अद्यतनपाठस्य एव प्रश्नद्वयम् अस्ति तद् तदनन्तरं प्रक्ष्यामि यदा अन्यकः अस्ति मीना अस्मि भगिनि विलम्बेन आगतवती क्षम्यता स्वागतं भगिनि अन्यकः अस्ति मीना भगिनी अनन्तरं तर्हि अद्यतनपाठः क्लेशः कर्तुं तर्हि भवन्तः एव कृते सहायतां कुर्वन्तु तर्हि महोदय किं वयं ह्यः किं कृतवन्तः इत्युक्ते अष्टाध्यायी स्वीकृत्य सूत्राणां प्रसक्तिः कुत्र कुत्र भवति इति कार्यं कुत्र कुत्र सम्भवति इति चर्चितवन्तः तर्हि एकसप्ततिः तर्हि तृतीय अध्याये चतुर्थपादः कुत्रचित् प्रतिध्वनिः श्रूयते वयं म्यूट् कुर्मः भगिनि मम एक प्रश्नः अस्ति अष्टाध्यायी पुस्तके सूत्रमेव सूत्राणि एव सन्ति पुस्तके अनुवृत्तिसहितसूत्रं किञ्चित् पुस्तके अस्ति किम् नास्ति भगिनि महोदय जनाः तु लेखकाः स्वयं कुर्वन्ति तादृशपुस्तकाः पुस्तकानि प्रायः भवेयुः किन्तु अस्माकं वर्गाय महोदय स्वयम् अन्विष्य करोति गतभानुवासरे तदेव उक्तवान् सिद्धान्तकौमुदीमध्ये अस्ति किल भगिनि तदपि कोऽपि लिखितवान् खलु सिद्धान्तकौमुदी पुस्तकं यत् वयं स्वीकुर्मः तत्र लेखकः लिखितवान् किन्तु सिद्धान्तकौमुदी इत्युक्ते तत्रापि सूत्राणाम् अन्यरीत्या भिन्नरीत्या तत्र दत्तं द्रष्टुम् इच्छति चेत् तर्हि तत्र द्रष्टुं शक्नोति किल तदर्थं किन्तु लेखकः एव लिखितवान् खलु पुस्तकम् अस्ति अनुवृत्तिसहितपुस्तकम् अस्ति किम् कुत्र भगिनि नास्ति इति उक्तवान् स्वरूप महोदय तदेव उक्तवान् नास्ति महोदय स्वयं लिखति अन्विष्य कुत्रचित् अन्विष्य कुत्र अन्यं दृष्ट्वा स्वयम् इति लिखति महोदय स्वयं लिखति इति उक्तवान् तदर्थमेव अस्मानपि पाठयति खलु अनुवृत्ति कथं भवति इति द्रष्टुमेव गत ह्यः अस्माकम् अभ्यासः आसीत् खलु. लस्य इत्यस्य कथम् अनुवृत्तिः भवति इति अस्ति, तस्य अवगमनम् इदानीमेव वयं पठामः स्म. तर्हि लस्य इति सूत्रमस्ति तृतीय अध्याये चतुर्थपादे सप्तसप्ततिः मम सूत्रं. तर्हि तस्य विवरणं करोति वा महोदय? लस्य इत्युक्ते अत्र लकारः विषये इति अस्ति. अत्र तु यानि सूत्राणि अनन्तरं सन्ति तेषां कृते लस्य अधिकार सूत्रं भवति इति अहं चिन्तयामि. अस्तु महोदय, लस्य इति स्थाने भवति, तर्हि लकारस्य स्थाने किं किम् आगच्छति इति अग्रे उक्तं. धन्यवादः महोदय. रामप्रिया भगिनी अग्रिमं पठित्वा तिप्तस् तदेव किल भगिनि? आम्, तिप्तश्चि सिप्तस्त निप्स्मस् ताताञ्ज किं दोषः कुत्र पठन्ति सन्ति? एकसप्ततिः अष्टाध्यायी मध्ये आतां च तास् आतां द्वं मिट् वहिं महिं इड् वहिं महिं क्षम्यता नवपरस्मैपदी नव आत्मनेपदी तिङ् प्रत्ययाः दशलकाराः कृते एतद् प्रत्ययाः उपयोज्यं कर्तुं शक्नुमः. आं भगिनि, लक्ष्य इत्यस्य अधिकारः अस्ति, अनन्तरं वक्तुः इच्छानुसारं कित् वक्तुं वक्ता वक्तुम् इच्छति तद् अनुसृत्य कित् आथां झ तास् आथां ध्वम् इड् वहिं महिम् इति प्रत्ययाः आगच्छन्ति. लस्य इत्यस्य स्थाने एते सर्वे आगच्छन्ति लकारस्य स्थाने. अग्रे वा भगिनि, किं पठनीयं? अन्तिम अग्रिमसूत्र अष्टाध्यायी अष्टसप्तति वा? स्थित आत्मनेपदानां तीरे एकमेव वा? तित आत्मनेपदानां तीरे अत्र तु तित् इत्युक्ते लट् लोट् लिट् सर्वत्र प्रसक्तिरस्ति, केवलम् आत्मनेपदेन ति स्थाने ए आगच्छति इति. अत्रापि अनुवृत्ति किमपि अस्ति वा? तितः लस्य आत्मनेपदानां तित आत्मनेपदानां तेरे एवं वा? तर्हि एतस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र अस्ति? आत्मनेपदेन पदानां लोट् लट् किमर्थं लोट् लट् इति द्वयोः एव? किमर्थम् इत्युक्ते लट् अपि लोट् द्वयोरपि टित् अस्ति, तर्हि तत्र कार्यं करोति. मणिमहोदय अग्रिमसूत्रं पठति वा? न जानामि. अस्तु महोदय, पुस्तकः नास्ति मन्ये. ओ अस्तु, अस्तु अस्तु, अहं प्रेषयिष्यामि महोदय, लिङ्क् प्रेषयिष्यामि. क्रियते. भगिनी, टी भागः एव तेः इति टी भागस्य डेफिनिशन् अस्ति अस्तु. एतत् सूत्रं तु लोटो लङ्वद् प्रभाद्य आगच्छति किल भगिनि? इदानीं वयं लोटो लङ्वत् इति एतत् प्रभाद्य लोटो लङ्वत् कार्यं करोति. इदानीं वयम् अस्मेपदि यत्र यत्र तित् अस्ति, यस्य तित् अस्ति तस्य तित् आत्मनेपदानां तेरे इत्यस्य प्रसक्तिः अस्ति इत्येव अवगच्छामः. इदानीं लेफ्ट् लोट् इति न उक्तम्, अनन्तरं लोटो लङ्वन्त् आगत्य एतत् प्रस्तुतिं प्रभाव लोटो लङ्वत् कार्यं करोति. तर्हि अग्रे पठति वा मीना भगिनि? आम्, तासः से टितः इति पूर्वसूत्रेण अनुवृत्ति अवतरति. टितः लस्य इति अधिकारः, अतः अनुवृत्तिसहितसूत्रं टितः लस्य तासः से. तासः षष्टि, तास्थाने से आदेशः. मध्यमपुरुष मध्यमपुरुष एकवचने तास् इति प्रत्ययः अस्ति, तस्य स्थाने से इति आगच्छति. लट् लोट् लकारे आगच्छति. किमर्थं टितः इति अनुवृत्तिः भवति, अतः लट् लोट् इत्यत्र एव कार्यं करोति. अस्य अनुवृत्ति सर्वं लिखित्वा स्थापयन्ति वा मीना भगिनी? आम्, कोष्ठः अस्ति. यदा चित्रा भगिनी ते कोष्ठम् अपि वयं शेर् करोमि, भवती इच्छति किम्? आं भगिनि, भव्या लिखितकोष्ठः न चित्रा कोष्ठ. वयम् अभ्यासं कुर्मः सर्वम्, तत्समये अहं किञ्चित् लिखितवती. प्रेषयतु भगिनि, अहं सर्वं प्रेषयिष्यामि. भवती सर्वदा अनुवृत्तिसहित उत्तमरीत्या वदति, न वदामि चेत् किञ्चित् अपि न स्मरामि. सर्वे तावदेव सन्ति. पुष्पा भगिनी पठति वा अग्रिमसूत्रं? अष्टाध्यायी पुस्तकम् अस्ति वा भगिनि? पुस्तकम् अष्टाध्यायी पुस्तकं सूत्रं नास्ति भगिनि, अस्ति कोऽपि नास्ति अत्र. सूत्रस्य उपयोगं किं कथं करोति अस्ति अष्टाध्यायी पुस्तके? न न, सूत्राणाम् आवलिः अस्ति. तर्हि अष्टाध्यायी सूत्रमस्ति. अहं न स्मरामि, न क्रेतवती वा? अहं लिङ्क् प्रेषयिष्यामि भगिनि, पुस्तकस्य लिङ्क् प्रेषयिष्यामि. पुस्तकं सूत्रस्य पुस्तकम् अस्ति. तदेव उद्घाटयतु, पेज् नम्बर् 71 उद्घाटयतु. सुब्रह्मण्यं महोदय वदति वा? इदानीम् अनन्तरम् अग्रिमम् अस्ति लेटस् तजोयोर् योः अशीरेच् इति अस्ति. तर्हि महोदय उक्तवान् तत्तु लिट्ल कार्यस्य कार्यम् अस्ति. त ज इति प्रत्ययोः स्थाने एष् इरेच् इति द्वे प्रत्ययः आदेशः भवति इति उक्तवान्. तर्हि अस्माकम् इदानीं तस्य कार्यं नास्ति. अनन्तरमस्ति परस्मैपदानां नल तु स्थल तु स नल्वमः इति. तत्रापि यत्र लिटि परस्मैपदानां क्रमेण नल् उतस् अतुस् उस् थल् अथुस् नल्वम इति क्रमेण प्रत्यादेशः भवति इति. अनन्तरमस्ति वेधो लटो वा इति. तर्हि यत्र विधो विद्युति एकः धातोः कृते यत्र लट्लकारे परस्मैपदानां लट्लकारस्य स्थाने समान प्रत्ययः आदेशः भवन्ति इति, विकल्पेन आदेशः भवन्ति इति. अत्र तु विद् इत्यस्य सामान्यतया यत् भवति तिप्तस्जि तत् सूत्रम् आगच्छति. तर्हि विकल्पेन वा इति अस्ति अत्र सूत्रे. तर्हि विकल्पेन नल् उत अतुस् उच् थस् तल् अथुस् अ नल् वम इति प्रत्ययः विकल्पेन आदेशः भवति इति उक्तवान्. अनन्तरमस्ति ध्रुवः पञ्चानामादित हो ध्रुवः इति सूत्रम्. तत् इत्युक्ते इदानीं पेज् नम्बर् 71 भगिनि. दक्षिणभागे तर्हि ध्रुवधातोः कृते यत्र आह् इति प्रत्यय धातु आदेशः भवति. अनन्तरं एतदेव प्रत्ययः पुनः तत्रापि पञ्च प्रथमपञ्च प्रत्ययः विकल्पेन आदेशः भवति. अत्र वा नास्ति किल भगिनि, वा अपि अनुवृत्तिः वा इति अनुवृत्तिः भवति इति. ब्रवीति इति रूपे आह इति अपि आगच्छति तत्र. अग्रिममस्ति अत्र लोटो लङ्वत् अस्ति महोदय. अत्र अत्र लोट् लकारः लङ्वत् इव व्यवहरति इति अत्र यथा तत्तु वयम् अत्र तस्थस्तमिपान् तान्तं तामः तत्तु लङ्लकारे कार्यं करोति खलु लङ् विधिलिङ्ग्लकारे. अत्र लोट् लकारे अपि तस्य कार्यं भवति तथैव अत्र प्रायः लोटो लङ्वत्. अत्र अत्र अस्य अधिकारः तु लस्य अस्ति, अनन्तरं लोट् अपि अस्ति अत्र लोटो लोट् सूत्रे एव अस्ति अत्र लोट् लकारः लङ् इव व्यवहरति. तर्हि कीदृशसूत्रं यथा वयं लस्य इत्यादि एतत्तु प्रायः अतिदेशसूत्रमस्ति भगिनि. किमर्थम् इत्युक्ते लङ्वत् इति स्वभावं नूतन अन्यस्वभावम् आरोपयति. तत्र अतिदेशः वा आतिदेशिकः वा महोदय? अतिदेश आतिदेशिक इत्युक्ते औपदेशिक आतिदेशिकधातुः व्यवहारः भवति तथा औपदेशिक आतिदेशिक इति. इदानीम् अतिदेशसूत्र अस्मात् आरभ्य लोट्लकारस्य सूत्राणि आगच्छन्ति. किमर्थम् इत्युक्ते लोट् इति लोटो इत्यस्य अनुवृत्तिः भवति लोटः इति. आं भगिनि, एरुः तत्रापि लोटः इति अनुवृत्तिः भवति. एरुः इकारस्य स्थाने उकार आदेशः भवति परस्मैपदे प्रथमपुरुष बहुवचने अन्तु इति. Mm. तत्र एव इति नास्ति खलु, तिप् इत्यस्य अपि इकारस्य स्थाने उ भवति, तर्हि तु इति रूपम्. आम् आम् तत्रापि आम् आम् तत्रापि यत्र यत्र इकारः अस्ति तत्र तत्र उकारः. परन्तु परस्मैपदी वा आत्मनेपदे वा इति तत्र किमपि अनुवृत्तिः नास्ति किल, किन्तु अन्यत्र अस्ति चेत् अत्र तु इदानीम् अस्माकं तु यत्र आत्मनेपदीनां कृते वहि महिं तत्र एव इकारः वर्तते. तर्हि इदानीं अस्माकं सूत्रं तत्र अस्ति, तत्र तु आडुत्तमस्य पिच्चकार्यं आत्मनेपदानां टेरे इत्यनेन तस्सां टेरे इति कार्यं. पूर्वसूत्रमस्ति अतः कार्यं करोति किम्? तथा नास्ति. किमर्थं वदतु महोदय. पृच्छतु महोदय, प्रश्नः अस्ति वा? मणिमहोदय किमपि पृष्टवान् महोदय. एरुः सूत्रं प्रश्नपदे प्रश्नपदे एकवचनम् अण्ड् बहुवचनम् अस्ति, तु आदेशः न तत्र एकवचने तिप् इत्यस्य इकारस्य स्थाने उकारः भवति, तर्हि तु इति भवति. प्रश्नः न अवगतं. इदश्च इदश्च प्रभात्य आदेशः अथवा डैरेक्ट्लि इट् इस् एरुः तत्र इतश्च इति लोटो लङ्वत् इत्यनेन इतश्च कार्यं करोति, किन्तु एरुः लोटः एरुः इति अस्ति खलु, लोटः इत्यस्य अनुवृत्तिः भवति. ओके धन्यवादः. परन्तु वदतु वदन्तु अत्र कार्यक्षेत्रं न्यूनम् इत्यस्मात् तस्य का बलम् अधिकं भवति महोदय इति चिन्तयामि. यद्यपि सङ्ख्या अधिकमस्ति इतश्च बृहत् कार्यक्षेत्रम् अस्ति खलु, इतश्च इति लोट् लकारस्य लङ् लकारस्य विधिलिङ् लकारस्य सर्वत्र कार्यं करोति, किन्तु लोटः एरुः इति सूत्रं तु तस्य कार्यक्षेत्रं न्यूनमस्ति, अतः बलवत् अस्ति. सूत्रसङ्ख्या इति मात्रं नास्ति खलु, इति अन्य कार्यं कार्याणि अपि सन्ति. तथा एव अहं चिन्तयामि इत आत्मनेपदानां तेरे किमर्थं कार्यं करोति, किमर्थम् अस्माकं लोटो लङ्वत् इत्यस्य एरुः इति किमर्थं न कार्यं करोति इति प्रश्नः अस्ति खलु, वहि इत्यस्य स्थाने. वहि इति एरुः इति कार्यक्षेत्रम् अस्ति, यत्र यत्र लोट् अस्ति तत्र तत्र तस्य प्रसक्तिः अस्ति, किन्तु इदानीं तत्र सर्वत्र टी भागः आगच्छति. आत्मनेपदानां टित इति कारणात् आत्मेदे पद प्रसक्तिः अधिकमस्ति. अहं न जाने किमर्थम् इत्युक्ते कार्यक्षेत्रं भिन्नं ओवर्लाप् भवति इति मम संशयः. तर्हि पश्यामः, अहं प्रायः महोदयं प्रष्टुं शक्नुमः. अत्र सेल्ह सेल्ह पिच्च कुत्र का अहं न जानामि, पृच्छामि. इदानीं कस्य क्रमः अस्ति? रामप्रिया भगिन्याः क्रमः अस्ति खलु? अहम् एरुः वदति किल. सेध्यपि च अयम् इदं सूत्रं मध्यमपुरुषस्य एकवचने कार्यं करोति. सिप् तत्र पकारलोपानन्तरम् इकारस्य पकारस्य लोपानन्तरं सि स्थाने हि इति आदेशः आगच्छति. सेर्ह्य अत्र अपित् अपित् इति आरोपितमस्ति वा भगिनि? अतिदेशसूत्रमेव. तर्हि अत्र आगमः भवति, आदेशः भवति इत्यस्मात् विधिसूत्रमस्ति. किमर्थमित्युक्ते सि अपि अस्ति, अतिदेशसूत्रमपि अस्ति. भगिनि अहम् उत्तरं वदामि. कृता आत्मने प्रधानं तेरे किमर्थं तस्य कार्यं फलवत् भवति, किमर्थम् एव कार्यं न करोति? किमर्थम् इत्युक्ते नित्यसूत्रं भवति कृता आत्मने प्रधानं तेरे इति. यदि वयं प्रथमम् एरुः इति कार्यं करोति इति चिन्तयतु तर्हि बहु इति भवति. अनन्तरं पुनः आत्मने प्रधानां तेरे इति आगत्य सूत्रं कार्यं करोति. अन्तिमभागं पुनः वदतु भगिनि. यदि एरुः कृत आत्मने प्रधानां तेरे इति प्रथमं कार्यं करोति चेत् इत्यनेन वहे इकारस्य स्थाने ए भवति. अन्तिम इकारस्य स्थाने टि भागः भवति, तस्य स्थाने ए इति भवति. इदानीं भिन्नरूपेण चिन्तयामः. यदि एरुः कार्यं करोति चेत् प्रथमम् एरुः इति कार्यं भवति, तस्मिन् समये किं भवति? इकारस्य स्थाने उकारः आदेशः भवति. तर्हि बहु इति भवति. अनन्तरं किं भवति? पुनः तत् आत्मने प्रधानां तेरे इति आगत्य एकारः भवति. तर्हि नित्यसूत्रं भवति तत् आत्मने प्रधानां तेरे इति. नित्यसूत्रं बलवत् भवति. पूर्व पर अन्तरङ्ग अपवाद नित्य क्षम्यतां पूर्वपर नित्य अन्तरङ्ग अपवाद उत्तरोत्तरं बलीयः इति परिभाषन्ति. तत्र अन्तरङ्ग कथं कार्यं करोति भगिनि? तत्र अन्तरङ्गम् इत्युक्ते कार्यक्षेत्रं यस्य न्यूनं भवति तत् बलवत् भवति. इदानीं वयम् उक्तवन्तः तादृशं वा? तादृशम् इतश्च अनन्तरं एरुः इति किमर्थम्? तर्हि अन्तरङ्गसूत्रं भवति एरुः, अतः इदानीम् एरुः अतितात्मने पदानां तेरे तस्य लोट्लकारस्य कृते अतितात्मने पदानां तेरे इति नित्यसूत्रं भवति, अतः कार्यक्षेत्र बलवत् भवति. सुब्रह्मण्य महोदय समाधानं प्राप्तं वा? भवान् एव पृष्टवान् खलु भवान्? महोदय प्राप्तं वा? पुनः वक्तव्यं मणिमहोदय इति? न न, सुब्रह्मण्यमहोदय पृष्टवान् खलु. मणिमहोदय पृष्टवान्. मणिमहोदय समाधानं प्राप्तं वा? धन्यवादः. तर्हि इदानीं तेर्हि पिच्च दृष्टवन्तः वा छन्दसि अस्माकम् इदानीं सामान्यसूत्रमस्ति. यत्र अदन्ताङ्गे तस्य हि लोपः भवति, अनदन्ताङ्गे हि तिष्ठति इति. आं भगिनि, आं सत्यम्. अनन्तरं मेर्मि इति मणिमहोदय प्रयत्नं करोति वा? नो चेत् मेर्मि इति सूत्रं वदति वा? अनुवृत्तिसहितसूत्रं भवतः पुस्तके किम् अस्ति इति वदति वा? महोदयस्य करपत्रे प्रति ततः वयं द्रष्टुं शक्नुमः. करपत्रं नास्ति वा? करपत्रमस्ति, महोदय शिखर तत्र तत्र अस्ति खलु मेर् इत्यस्य मीना भगिनी वदति. मेर्निः लोटः इति लोटः इति लस्य इति द्वयोः अपि लोटः लस्य अनुवृत्ति. तर्हि लोट् लकारे किम् अर्थं किं सूत्रस्य अर्थं मे सूत्र मी इत्यस्य स्थाने मी इत्यस्य स्थाने ये इति नी आगच्छति आनि इति लोट् लकारे आनि इति रूपं भवति खलु तस्य समाधानं किमर्थं मकारः नास्ति कुतः नकारः आगतम् इति प्रश्नः अस्ति खलु तस्यैव मे नि इति सूत्रं वदति नी इत्यस्य स्थाने नी इति आदेशः भवति. अनन्तरम् आडुवस्थलस्य पिच् इत्यनेन आनि इति कृतम् तर्हि पुष्पभगिनी अग्रिमं सूत्रं वदति आमेतः अहं न जानामि भगिनि कत्र कुत्र उपयोगः करोति. चिन्ता भवत्याः समीपे करपत्रम् अस्ति चेत् ततः पठति करपत्रे आं महोदयस्य करपत्रम् अस्ति महोदयस्य करपत्रे एकनिमिष अहं तु तव कोष्ठ अस्ति न अत्र अत्र सर्चिङ्ग् फोर् इट् प्रेषयति किं किं पठामि आमेतः इत्युक्ते अत्र अस्ति आमेतः मम करपत्रे न इति मन्ये आमितः अस्ति भगिनि आत्मनेपदी तत्र अस्ति तत्र अस्ति अत्र यत् अस्ति तदेव सरलम् अस्ति भगिनि इत्युक्ते आम् एतः इति अस्ति खलु तर्हि एतः आम् एतः स्थाने आम् इति आदेशः भवति एकारस्य स्थाने आम् इति आदेशः भवति इति सूत्रम् कुत्र कुत्र स्थितः लस्य लोटः इत्यस्य अनुवृत्तिः भवति अनन्तरं लस्य इत्यस्य अधिकारः अस्ति तर्हि लोटः लस्य एतः आम् एकारस्य स्थाने आम् इति आदेशः कुत्र एतस्य सूत्रस्य प्रसक्तिः कुत्र भवति सुब्रह्मण्यमहोदय वदति किल तत्तु आत्मनेपदि लोट् लकारे भवति भगिनि अत्र अस्ति खलु अत्र प्रथमपुरुष मूलतिङ् प्रत्ययाः आत्मनेपदे कृते अत्र प्रथमम् अत्र अत्र अकारः तु टि भागः अस्ति प्रथमम् अत्र अकारस्य स्थाने तत्तु अत्र एकारः आगच्छति स्थित आत्मनेपदानां टेरे प्रसक्तिः भवति प्रथमं ते भवति अनन्तरम् अत्र तकारः एकारः अस्ति एकारस्य स्थाने आम् आदेशः भवति तत्कारणात् अत्र प्रथमपुरुष एकवचने तां भवति तर्हि लोटः लस्य इति अस्ति किम् इत्युक्ते सर्वत्र लोट् लकारस्य नवप्रत्ययेषु एतस्य सूत्रस्य प्रसक्तिः अस्ति, किन्तु तास् इत्यस्मिन् तास् इत्यस्य स्थाने कार्यं न करोति. तत् प्रभाद्य आमेतः प्रभाद्य स्वाभ्यां वामौ इति कार्यं वर्णनम् अस्ति. अनन्तरम् अत्र प्रथमं तासहस्य आगत्य एकारः आगच्छति, अनन्तरम् अत्र सवाभ्यां वामौ लोटः लस्य सवाभ्याम् एतः वामौ इति भवति. तत्कारणात् अत्र सकारस्य अनन्तरं यः एकारः अस्ति तस्य स्थाने वा आगच्छति, तत्कारणात् वा आगच्छति. तत्कारणात् अत्र स्व इति सिद्धतिङ् प्रत्ययः आत्मनेपदि लोट्लकारे मध्यमपुरुषे एकवचने, तथा अत्र ध्वमपि तथा एव अस्ति. अत्र ध्वं मूलतिङ् प्रत्ययः अस्ति मध्यमपुरुष बहुवचने. प्रथमम् अत्र अम् टि भागः अस्ति, अम् ए भवति, द्वे भवति, अनन्तरम् एकार अत्र वकारस्य अनन्तरम् एकारः अस्ति, तत्कारणात् तत् एकारः अम् भवति, तत्कारणात् अत्र ध्वं पुनः आगच्छति मध्यमपुरुष बहुवचने लोट्लकारे. अत्र आमेतः अस्ति नेह्य पिच्च सेह्य पिच्च लस्य असोहेः कुत्र पश्यति भगिनि? करपत्रे महोदयस्य करपत्रे आमां तथा तु अस्ति खलु लोट्लकारस्य कृते अत्र तथा भवति आत्मनेपदिनं कृते भगिनि अपि च तु परस्मैपदी तर्हि आत्मनेपदीनां यत्र जोर्जस् अस्ति तत्र पेज् नम्बर् 8 पेज् नम्बर् 8 पेज् नम्बर् 8 वेल् ऐ हाव् इट् आन् द कम्प्यूटर् सो ऐ काण्ट् मेक् औट् दिस् पेज् नम्बर् 8 अबौट् कण्ट्रोल् एस् कृत्वा अन्वेषयति चेत् न न अन्वेषणं करोमि गो अहेड् गो अहेड् सवाभ्यां वामौ ओ क्षम्यताम् आडुत्तमस्य पिच्च तदपि लोट् उत्तमस्य उत्तमपुरुषे लोट् अनुवृत्तिः भवति आड् आगमः भवति अनन्तरं तत् पित्वमपि अस्ति आरोपयति. तर्हि कीदृशसूत्रमस्ति? अतिदेशसूत्रं विधिसूत्रमपि. किमर्थम् इत्युक्ते आगमः भवति इत्यस्मात् विधिसूत्रं पित् आरोपयति इत्यस्मात् अतिदेशसूत्रम्. अनन्तरं हेमा भगिनी वदति एतरि एत ऐ ए स्थाने ऐ आगच्छति, ऐ आदेशः भवति अतः विधिसूत्रमस्ति. लोट्लकारे उत्तमपुरुषे आगच्छति, सर्वत्र स्थित आत्मनेपदानां तेरे कारणेन एकारः आगच्छति प्रथमं, तस्य एकवचनस्थाने एकारस्य ऐकाररूपम् आगच्छति यदा वन्दै इति रूपम् आगच्छति तत्र. अनुवृत्ति लोटः लस्य एव इति मन्ये, लोटः लस्य अनन्तरम् उत्तमस्य उत्तमस्य एत ऐ आम् तदपि आमेतः प्रभाद्य आगच्छति किल भगिनि? आम् आम् आम् अनन्तरं किम् अस्ति नित्यं नितः खलु वदति वा मणि मीना भगिनी वदति वा नित्यं नितः एकनिमिषं नित्यं नितः नितः लस्य इति अनुवृत्तिः उत्तमस्य अपि अनुवृत्तिः अत्रैव सूत्रे एव अस्ति खलु नितः लस्य सः उत्तमस्य नित्यं लोपः इति अनुवृत्तिसहितसूत्रं लोपः इति अपि अनुवृत्तिः भवति लोपः सः लस्य उत्तमस्य चतुर्थ अनुवृत्तयः पदानि अनुवृत्तयः नितः लस्य सः उत्तमस्य नित्यं लोपः उत्तमस्य इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः इतस्य लोपः परस्मैपदेषु इति पूर्वतनसूत्रे सूत्रात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनन्तरं तथा एव तावदेव खलु तर्हि अर्थं वदतु भगिनि कुत्र कुत्र कार्यं लङ् लङ् लकार लङ् विधिलिङ् लकारे विसर्गः उत्तमपुरुषे लोपः न न सकारः खलु स इत्यस्यापि अनुवृत्तिः भवति स उत्तमस्य इत्यस्य पूर्णतया अनुवृत्तिः भवति सकारस्य नित्यं लोपः भवति सकारस्य लोपः न भवति लोपः भवति इति खलु भवति इति तर्हि सूत्रस्य प्रसक्तिः लङ् विधिलिङ् अस्ति अनन्तरं लोटो लङ् इत्यनेन लोट् लकारे अपि तत्र उत्तमपुरुषे उत्तमस्य इत्यस्मात् उत्तमपुरुषे उत्तमपुरुषे बहु द्विवचने बहुवचने एव कार्यं करोति तथैव सकारः अस्ति अतः कार्यं पुष्पभगिनी प्रयत्नं करोति वा अग्रिम आत्मनेपदस्य तिङ् प्रत्ययः न न भगिनि अष्टाध्यायी सूत्र नित्य इतश्च न इतश्च इतश्च अस्ति अस्ति नित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति अनुवृत्तिसहितसूत्रं पठति वा इतः लस्य इतः परस्मैपदस्य लोपः इतः लस्य इतः लस्य इत्यस्य अधिकारः भवति अनन्तरं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः भवति अनन्तरम् इतश्च लोपः परस्मैपदेशेषु इत्यतः इतः इत्यस्य अनुवृत्तिः परस्मैपदस्य इत्यपि अत्र विभक्तिपरिवर्तनं भवति परस्मैपदस्य इति भवति तर्हि कुत्र कुत्र एतस्य कार्यं ह्रस्वकर नितः इत्यस्य अनुवृत्तिः भवति खलु तर्हि के के लकारः नित् भवति नित्वद् भवति नित्वा नित्वः भवति लङ् लकारः नित् अस्ति लकारस्य भवति विधिलिङ्गस्य नकारस्य नित् भवति तर्हि तत्रापि एतस्य सूत्रस्य प्रसक्तिः अस्ति अनन्तरं यत्र इकारः अस्ति इकारस्य स्थाने इकारस्य लोपः भवति इति तर्हि अनन्तरं लोटो लङ् लोटो लङ्वस् इत्यनेन लोट्लकारस्य अपि अस्य सूत्रस्य प्रसक्तिः लोट्लकार मम अण्डर्स्टाण्डिङ्ग् दाट् सो गुड् चिन्ता भगिनी सम्यक् भविष्यति. अधुना एव ममपि किञ्चित् किञ्चित् अवगमनं भवति. पूर्वं तु बहु कष्टमासीत् भगिनि. एकः सन्देहः, इतश्च लोपः परस्मैपदेषु इति सूत्रमस्ति, सप्तनवति सूत्रमस्ति, शतसूत्रमपि इतः लस्य इतः परस्मैपदस्य लोपः. कुत्रचित् अनुवृत्तिः यत्र भवति तत्र विभक्तिपरिवर्तनमपि सम्भवति. द्विवारम् उक्तवान्. नो चेत् शून्यं लेखितुं न शक्नोति खलु इति. न न, पूर्वमेव आगच्छति खलु इतश्च लोपः परस्मैपदेषु. तर्हि पुनः शतमसूत्रे अपि इतश्च इति अस्ति प्रायः. अहं मन्ये प्रायः पूर्वतनसूत्रस्य अन्य अनुवृत्तिः प्रायः भवेत् इति. वैतो अन्यत्र इत्यतः किमपि अनुवृत्तिः भवेत् अस्य प्रायः भिन्नं भवेत् इति. पूर्वं किमर्थम् इत्युक्ते लेट् लेट् लकारस्य एतदस्ति नित्यं नितः इत्यनेन नितः अनुवृत्तिः भवति खलु. तर्हि अत्र अस्ति सूत्रं कार्यं करोति. इतस्य लोपः परमे पदे परस्य पदेषु इति सूत्रस्य लेटो ढाठौ इत्यतः लेट् लकारस्य तत्र कार्यं भवति. अनन्तरं नित्यं नितः इत्यनेन इत्यतः तत्र सूत्रम् आरभ्य सूत्राणि यत्र विधिलिङ्ग् लङ् लोटो लङ्वत् इत्यनेन लोट् लकारस्य तेषां कार्याणि भवन्ति. अत्र नित् इत्यस्य अनुवृत्तिः भवति. लेट् सूत्रं पूर्वमेव आगच्छति. आं सत्यम्. न भगिनि, इदानीं तस्थस्थमिपान्तान्तं तामः, तत्तु अत्र नितः इत्यस्य अनुवृत्तिः आगच्छति. अत्र लस्य अपि अधिकारः अस्ति, तत्कारणात् अत्र नितः लस्य तस् थस् थ मिप् एतेषां स्थाने तां तं त अम् इति आगच्छन्ति. अत्र तेषाम् आदेशः भवति भवन्ति. एतत्तु प्रसक्तिः लङ्लकारे अस्ति, विधिलिङ्लकारे अपि अस्ति. लोटो लङ्वत् कारणतः अत्र लोट् लकारे अपि अस्ति. अनन्तरम् अत्र परस्मैपदेषु तस्य अपि अधिकारः अस्ति, अनुवृत्तिः अस्ति. तत्कारणात् अत्र परस्मैपदी लोट् लङ् विधिलिङ् लकारेषु तस्य प्रसक्तिः अस्ति. परन्तु अत्र लोट् लकारे उत्तमपुरुषस्य प्रथमवचने इतोपि अत्र मि अस्ति, परन्तु अत्र अन्यसूत्रं कार्यं करोति. अत्र लोट् लकारे अत्र मेर्निः इति आगच्छति. किमर्थं चेत् मेर्निः अत्र एकवारं लोटो लङ्वत् अपि अस्ति अत्र मेर्निः. तस्य कारक्षेत्रं तु न्यूनः अस्ति खलु भगिनि, तत्कारणात् एव प्रायः मि स्थाने नि आगच्छति अत्र. आं महोदय, सत्यं, धन्यवादः. तर्हि अनुवृत्तेः लस्य इति अनुवृत्तिः नितः लस्य नितः लस्य तस्थस्थमिपां तान्तं तामः. अस्तु महोदय. अत्र परस्मैपदेषु एव कार्यं करोति खलु भगिनि, आत्मनेपदी अत्र अत्र मूलप्रत्ययेषु तस्थस्थमिपां नास्ति एव अत्र, तत् कारणात् प्रायः लिङ्गः स्यूत् अत्र तस्य अनुवृत्तिः अस्ति लिङ्गः लस्य स्यूत्, स्यूड् आगमः भवति लिङ्लकारे, अस्य प्रसक्तिः आत्मनेपदी अस्ति, परस्मैपदी अपि अस्ति वा? आम् आम् नास्ति किल भगिनि, अग्रिमसूत्रं यासूत् परस्मैपदेषु उदातो निच्च, तत्र तु आत्मनेपदी परस्मैपदी द्वयोः अपि अस्ति प्रसक्तिः अस्ति वा? किमर्थम् इत्युक्ते परस्मैपदी इति एव अस्ति खलु, यासुट् आगमः परस्मैपदेशे, ओहोहो क्षम्यतां भगिनि, उभयत्र कार्यं करोति, तत्र तु उक्तं नास्ति परस्मैपदी वा आत्मनेपदिमा इति उक्तं नास्ति, तर्हि उभयत्र कार्यं करोति, किन्तु परस्मैपदीनां कृते यासुट् आगमः तद् एतत् सूत्रं प्रभाद्य परसूत्रम् आगच्छति, यासुट् परं परस्मैपदेषु इच्छति सूत्रं बलवत् भवति, तर्हि यासु लिङ्गः स्यूत् कीदृशसूत्रं सामान्यसूत्रम् इति विधिसूत्रमस्ति, विधिसूत्रम् सार्वत्रिकसूत्रमस्ति, अनन्तरं यासु परस्य पदेषु धातु निच्च इति सूत्रं कीदृशसूत्रम् तद् निद्वत् इति आरोपयति. अनन्तरं हिमभगिनी मध्ये जस्यरन्तिदाशिषि इति आशिषि आशीर्लिङ्गे तस्य इदानीम् अस्माकं कार्यं नास्ति, अनन्तरं जस्यरन्तु प्रथमपुरुष बहुवचने आगच्छति, आत्मनेपदानाम् एव आगच्छति, विधिलिङ्ग्लकारे तर्हि अनुवृत्तिः भवति लिङ्गः लस्य झस्यरन् सूत्रस्य प्रसक्तिः अस्ति वा कुत्र परस्मैपदे परस्मैपदीनां कृते सूत्रस्य प्रसक्तिः अस्ति वा तत्र तु झोन्तः कार्यं करोति अत्र तु किमर्थं झा इति प्रत्ययः आत्मनेपदी एव भवति आत्मनेपदे एव कार्यं भवति तत्र झि अस्ति अत्र झ अस्ति इति झस्य स्थाने रन् इति आदेशः आगच्छति अयमपि विधिसूत्र इदं विधिसूत्रमस्ति लिङ्गः लस्य एव अनुवृत्तिः किल भगिनि अहम् अनुमानमेव कृत्वा जोन्तः कार्यं करोति चेत् अन्ति एव आगच्छति जी स्थाने न आगच्छति जा स्थाने एव आगच्छति इत्युक्ते जः इत्युक्ते इज् इति अस्य षष्टिविभक्ति खलु जकारस्य षष्टिविभक्ति किमर्थम् इति तदेव वदामि जोन्तः इति जः स्थाने अन्तादेशः जः इत्युक्ते इज् इत्यस्य इज् तत्र अकारः नास्ति इज् इत्यस्य इति प्रत्ययस्य इज् इति अत्र हल् वर्णः अस्ति खलु तस्य व्यञ्जनस्य एव षष्टिविभक्तिः अस्ति, तर्हि व्यञ्जनस्य स्थाने इति वदति. एतत् सूत्रमस्ति झ इति प्रत्यय प्रत्ययस्य, अतः एव झस्य इति भवति, झ अकारं योजयित्वा झ इति प्रत्ययः, इज् झ इति प्रत्ययः प्रत्ययस्य स्थाने, तर्हि झस्य इति. पुनः भगिनि इति प्रत्ययः परस्मैपदी नास्ति इति, तर्हि आत्मनेपदी एव भवति. किन्तु झोन्तः इति सूत्रं झ इति झकारः अस्ति खलु, अत्र अकारः नास्ति, झ इत्यस्य अन्त आदेशः भवतु इति प्रत्यय सूत्रं वदति, किन्तु एतत् सूत्रं तु तत्र भागे एतत् सूत्रं कार्यं करोति. एकवारं झ स्थाने अन्तः इत्यस्य झोन्तः इत्यस्य प्रसक्तिः आत्मनेपदी अपि अस्ति, किन्तु तत्र प्रभागे एतत् सूत्रं कार्यं करोति. किमर्थम् इत्युक्ते झकारस्य स्थाने यत्र लिङ् अस्ति, लिङ्गः झकारस्य स्थाने इति उक्तमस्ति, कार्यक्षेत्रं न्यूनमस्ति खलु, तर्हि रणादेशः विधिलिङ्गि भवति. लिङ्गकार इति उक्तः, तस्य लिङ्गः इत्यस्य अनुवृत्ति, कार्यक्षेत्रं न्यूनमस्ति अतः कार्यं करोति. पार्श्वपदेषु अपि कार्यं करोति, कर्तुम् अर्हः न अर्हति. किमर्थम् इत्युक्ते परस्मैपदी तु जी अस्ति, जकारः नास्ति, सिप्तजी खलु, इकारः अस्ति खलु, जकारः इकारः. ओके, जकार जोन्तः जोन्तः इत्युक्ते यत्र अकारस्य लोपः, यत्र इकारस्य लोपः भवति, इकारस्य लोपः न, यत्र जकारः अस्ति तत्र कार्यं सम्भवति. जोन्तः इति सूत्रं सर्वत्र कार्यं करोति, यत्र यत्र झकारः अस्ति, आत्मनेपदीषु परस्मैपदी उभयत्र कार्यं करोति. सामान्य यत्र यत्र झकारः अस्ति सूत्रस्य प्रसक्तिः अस्ति. परस्मैपदेषु इष्टरूपं नास्ति किल, तदर्थं कार्यं न करोति. जकारस्य स्थाने यद् रन् आगच्छति, जकारः नास्ति परस्मैपदी, जकारः ई एव खलु भगिनि, जस्य इत्युक्ते ज योगः ज अ इति एव जस्य आगच्छति, ज योगः पूर्णतया ज योगः अ इत्यस्य षष्टिविभक्ति जस्य इति भवति. यदि जकारः एव अस्ति चेत् सूतं भवेत् झो रन् इति भवति, जहरन् इति भवति, जहरन् इति आसीत् चेत् जकारस्य इति वक्तुं शक्नुमः. इदानीं तत् नास्ति, ज अ झा इति पूर्णतया पूर्णतया ज योगः परस्मैपदी नास्ति खलु, तत्र तु जि इति अस्ति. परस्मैपदेषु व्यञ्जनमस्ति, आत्मनेपदेषु गुणिताक्षरमस्ति. इज् इज् इत्यस्य षष्टि जो अस्ति किम्? जः जः जः स्वरसन्धिं भूत्वा जो इति भवति, अस्तु जः इति अस्ति. तत्तु तत् जोन्तः आत्मनेपदी अपि कार्यं करोति, यत्र लट्लकारः अस्ति तत्र कार्यं करोति. किमर्थम् इत्युक्ते जस्य जस्य रन् इत्यस्य तत्र प्रसक्तिः नास्ति खलु, अत्र जोन्तः इत्यनेन एव झ इत्यस्य अन्ते इति भवति, टीभागः टीभागः आम्. अत्र तु लिङ्गः इति अस्ति, लिङ्गः जस्य रन् इति बुद्धम् लोट् लकारे अन्ताम् इति आगच्छति, लिङ्ग् लकारे रन् आगच्छति. भगिनी उक्तवती वा? आम् इतो अत् इति सूत्रम् अस्ति किल? भगिनि लिङ्गः लस्य इटः अत् तकारः मम नोट्स् अस्ति, तकारः उच्चारणार्थमेव तद् गच्छति, अतः ई स्थाने अत् आगच्छति इति मन्ये. लिङ्गः इत्यस्य अनुवृत्ति ई स्थाने. कुत्र कुत्र प्रसक्तिः अस्ति लिङ्गः इत्यस्य? कुत्र विधिलिङ्ग् लिङ्ग् एव अस्ति. प्रथम बहिमहि इति अन्यत् सूत्रं कार्यं करोति. आं भगिनि, लिङ्गवचने एकवचने एव उत्तमपुरुषस्य एकवचने एव इ इति आगच्छति खलु. ई स्थाने अ, ई स्थाने अ, ई स्थाने ओके. सियुट् इति प्रथमं कार्यं करोति, तदनन्तरं सियुट् यदा कार्यं करोति तकारस्य उकारस्य लोपानन्तरं, तदनन्तरं सलोपानन्तस्य कार्यं कृत्वा इय एव अवशिष्यते. तत्र ईय एव अवशिष्यते. तदनन्तरम् ईकारः तु वलि नास्ति, ईड् वलि महि, तत्र ईकारः तु वलि नास्ति, तर्हि यकारस्य लोपः न भवति. पुनः तत्र ईकारस्य स्थाने अकारः आगच्छति. ओके, सूत्रस्य कार्यस्य पूर्वम् ई इति रूपम् अस्ति. इड् इति रूपम् अनुबन्धलोपानन्तरम् इकारः एव अवशिष्यते इति मम इय इति आगच्छति. वन्देय इति रूपम्. अस्तु भगिनि, सुब्रह्मण्यमहोदय अग्रिमे वदतु. अहं भगिनि अथवा मणिमहोदय? अत्र सुट्तिथोः तु वयं न पठितवन्तः. अनन्तरमस्ति झेर् जूस्. झेर् जूस् तु अत्र झी स्थाने उस् आदेशः भवति. तस्य कार्यं तु लिङ्ग्लकारे, विधिलिङ्ग्लकारे एव भवति. अत्र झी अस्ति तत्कारणात् अत्र परस्मैपदी प्रथमपुरुष बहुवचने एव तस्य कार्यं भवति. अत्र झी स्थाने जुस् आगच्छति प्रथमम्. अनन्तरं चुटु इत्यनेन जकारस्य लोपः, उस् एव अवशिष्यते. अनन्तरं ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्यनेन उहु एव भवति. अत्र प्रथमं यासुट् आगच्छति परस्मैपदेषु. यासुट् योगः उहु. अत्र अनन्तरम् अत्र या योगः उहु भवति. यासुट् अत्र यासुट् स्थाने अदन्ताङ्गानां कृते अत्र प्रथमटकारः, अनन्तरम् उकारस्य लोपः, अनुबन्धलोपानन्तरं यास् योगः उः. अत्र सकारस्य लोपः भवति लिङ्गः सलोपोऽनन्तस्य इत्यनेन या योगः उः. अत्र यास्थाने ई आदेशः भवति आतो नितः इत्यनेन प्रायः. न अत्र अतो येयः अदन्ताङ्गानां कृते यकारस्य स्थाने इय आदेशः भवति. इय योगः उः. इयुः भवति अदन्ताङ्गानां कृते. यदि अनदन्ताङ्गमस्ति चेत् अस्ति तर्हि अत्र या योगः उः. अत्र उस्य पदान्तस्य इत्यनेन परादेशः भव उस्य पदान्तात् अनेन अत्र पूर्वपरयोः परादेशः भवति. तत्कारणात् अत्र युः उ इति रूपं रूपं निष्पन्नं भवति अत्र कुत्र कुत्र प्रसक्ति अनुवृत्तेः के सन्ति कुत्र कुत्र प्रसक्ति अत्र अनुवृत्तितुः लिङ्गः लस्य एव अनुवृत्तिः अस्ति भगिनि अत्र लिङ्गः लस्य झी स्थाने जुस् आदेशः भवति तर्हि लिङ्ग् लकारे विधिलिङ्ग् विधिलिङ्ग् इति भवति विधिलिङ्ग् लकारे झि इत्युक्ते परस्मैपदी एव झि इति प्रत्ययः अस्ति तर्हि अस्तु महोदय धन्यवादः रामप्रिया भगिनी अग्रिमं अन्तिमसूत्रम् अन्तिमं अन्तिमं किं भगिनि त्रिंशत् सिजभ्यास्त विधिभ्यश्च जुहोत्यादिगणे इति बहु महोदय उक्तवान् लुङ्लकारे आगच्छति लुङ्लकारे किन्तु अभ्यस्तविधिभ्यश्च इति लङ्लकारे अपि यत्र अभ्यस्तसंज्ञा वर्तते अभ्यस्तसंज्ञा इत्युक्ते जुहोत्यादिगणे दरिद्रदातोः इति कानिचन सूत्राणि सन्ति खलु अभ्यस्तसंज्ञा कस्य कस्य भवति इति तर्हि अभ्यस्तसंज्ञा उदाहरणार्थं स्वीकृत्य महोदय धा धातुः स्वीकृत्य लङ् लकारे यत्र वयं अददुः इति रूपं तर्हि तत्र अपि जुस् आदेशः भवति महोदय अत्र सिच् सिच् किमर्थमस्ति सिच् इति लुङ्लकारस्य कार्यं सिच् इति लुङ्लकारे वा सिच् लुङ्लकारः अस्ति लुङ्लकारे आगच्छति अभ्यस्तसंज्ञा लङ् अपि कुत्रचित् भवति इति अत्र प्रायः यत्र कुत्र द्वित्वं भवति तत्र द्वित्वम् द्वित्वम् इति जुहोत्यादिगणे यत्र द्वित्वं भवति तस्य अभ्यस्तसंज्ञा भवति अनन्तरं केचन धातूनां कृते अपि अभ्यस्तसंज्ञा भवति अत्र द्वित्वं नास्ति किन्तु तस्य अभ्यस्तसंज्ञा भवितुम् अर्हति यत्र दरिद्रधातुः इति कानिचन धातवः सन्ति तेषामपि कार्यं तथा विधिभ्यः अभ्यस्तविधिभ्यः अस्ति खलु न जानामि भगिनी अभ्यस्तविधिभ्यः इति पञ्चमी अहम् अष्टाध्यायी पुस्तकं पश्यामि अस्तु तर्हि अनन्तरं महोदय ह्यः वयं किञ्चित् शीघ्रं शीघ्रं कुर्मः यत्र अदन्ताङ्गम् अनदन्ताङ्गम् इति अस्ति तर्हि परस्मैपदीनां कृते यत्र यत्र यत्र भेदः भवति अदन्ताङ्गम् अनदन्ताङ्गम् इति परिशीलयामः तर्हि इदानीं हिमा भगिनी वदति वा परस्मैपदी लटि किमपि अदन्तानाम् अदन्ताङ्गानाम् इति लटि लोटि सोरि लटि लङ्गि किमपि भेदः नास्ति तर्हि लोटि लोटि केवलं मध्यमपुरुष एकवचने तत्र सेर्ह्य पिच्च तत्कारणेन हि आगच्छति अदन्त अङ्गे अनदन्त अङ्गे अदन्त अङ्गे हि लोपः भवति अनदन्त अङ्गे हि तिष्ठति इति लोपः भवति अदन्ताङ्गे विस्मृतवती अतो हे हे इति मीना भगिनी वदति वा अग्रे कुत्र परस्मैपदी कुत्र इदानीं लट् लोट् लङ् अभवत् अनन्तरं लिङ् विधिलिङ् विधिलिङ् अपि कः भेदः इति कः भेदः इति कुत्र भवति कुत्र कुत्र भवति केषु प्रति सर्वत्र भवति सर्वत्र भवति सामान्यसूत्रम् अस्ति यास्य आगमः भवति किन्तु यत्र अजादि अस्ति चेत् अतो येयः इति सूत्रेण इ आदेशः भवति. या इत्यस्य स्थाने इ आदेशः भवति. तावदेव सर्वत्र एतत् कार्यं सम्भवति. तर्हि अदन्ताङ्गानां कृते इत् इतां युः इति, किन्तु अनदन्ताङ्गानां कृते या इति एव तिष्ठति. तर्हि या यातां युः इति प्रत्ययः. अनन्तरं सुब्रह्मण्यं महोदय वदति वा इदानीम् आत्मनेपदीनां कृते लट्लकारे. आत्मनेपदीनां लट्लकारे भगिनि अत्र प्रथमपुरुषद्विवचने प्रथमपुरुष मध्यमपुरुषद्विवचने अत्र आताम् आथाम् अस् स्तः अत्र प्रायः अत्र अत्र आतो नितः न इदानीमेव उक्तवान् आतो आतो नितः इति सामान्यतया अदन्ताङ्गानां कृते आतो नितः इति आतो नितः अदन्ताङ्गानां कृते. अनदन्तानाम् अङ्गानां कृते तु आतो नितः तस्य कार्यं न भवति. तत्कारणतः अदन्ताङ्गानां कृते ई आदेशः भवति. इदानीम् अनदन्ताङ्गानां कृते आकारः एव तिष्ठति. आकारः एव तिष्ठति. तत्कारणात् अत्र सिद्धप्रत्ययाः प्रथमपुरुष द्विवचने अत्र इते आते भवतः मध्यमपुरुषद्विवचने इथे आथे भवतः. अत्र अनन्तरम् अत्र अत्र बहुवचने प्रथमपुरुषबहुवचने अत्र अत्र मूलप्रत्ययः अस्ति झ झ स्थाने अत्र झोन्तः इत्यनेन अन्ते भवति. परन्तु अत्र अनदन्त अङ्गानां कृते अन्यसूत्रमस्ति. अत्र आत्मनेपदेष्वणतः आत्मनेपदेषु अनतः इति अनेन अत्र अते भवति सिद्ध मूलप्रत्ययः सिद्धप्रत्ययः अते भवति. जुहोत्यादि जुहोत्यादिगणे अत्र अदभ्यस्तात् इत्यनेन अत्र अत्रापि अते एव भवति. आत्मनेपदे लट्टि लोटि लङ्गि यदा महोदयेन उक्तवान् एव विधिलिङ्गि कोऽपि भेदः नास्ति. अस्तु धन्यवादः. तर्हि तथा भवत् इदानीं करपत्रात् द्रष्टव्यं खलु. समयः जातः करपत्रात् कुत्र भगिनि सि सि भागः किल करपत्रात् अत्र किम् आसीत् सि भागे पठामि वा भगिनि कस्य क्रमः अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययानां पित्वम् अपित्वं च मूलतिङ्ग प्रत्ययान् आधारीकृत्य सिद्धतिङ्प्रत्ययाः पितः अपितः च भवन्ति. मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा. यथा यथा पित् तिप् पित् अस्ति अतः लटि ति लोटि तु लङि इत् इत्येषामपि पित्वं भवति. अयं बिन्दुः महत्त्वपूर्णः यतः प्रत्ययः पित् अस्ति चेत् तिङन्तपदस्य निर्माणार्थं तृतीयसोपाने तिङ् संज्ञकप्रत्ययनिमित्तिकम् अङ्गकार्यम् इत्यस्मिन् गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति. देयं यत् अङ्गं यत्र अदन्तम् अस्ति तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति. अतः एतावता तिङ्प्रत्ययानां पित्वा अपित्वविषये अस्माकम् अवधानं न आसीत्. किन्तु इतः अग्रे अङ्गम् अनदन्तम् अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः त्रिङ् प्रत्ययानां पित्व अपित्वविषये अवधातव्यम् यथा स्वादिगणे चीधातुः स्नु प्रत्ययः तयोः मेलनेन चिनु इति अङ्गं चिनु योगः ति ति पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः चिनो योगः ति चिनोति इति भवति अत्र तु पित् अपित् विषये अस्ति यदा मूलप्रत्ययः पित् अस्ति चेत् क्षम्यतां मूलप्रत्ययः आम् पित् अस्ति चेत् तत्र गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण एतत्तु अनदन्त अङ्गं कृते एव भवति अदन्त अङ्गं कृते न सम्भवति किमर्थम् इत्युक्ते गुणः न भवति अकारः एव गुणवर्णः अस्ति तस्य पुनः गुणं न भवति किन्तु यत् उक्तमस्ति इति मूलप्रत्ययः पित् अस्ति चेत् सिद्धतिङ्प्रत्ययः अपि पित् एव भवेत् किन्तु कुत्रचित् यत्र गुणम् आरोपितं भवति अतिदेशसूत्रम् आगत्य गुणम् आरोपयति तस्मिन् समये किञ्चित् भेदः वर्तते इदानीं परस्मैपदी पश्य आत्मनेपदी तु इदानीम् आत्मनेपदी किमपि यत्र लोट्लकारे एव पित्वं भवति खलु लोट्लकारे एव आडुत्वमस्ति इत्यनेन पित्वं भवति अन्यत्र सर्वत्र पकारः एव नास्ति मूलप्रत्यये तर्हि तत्र पित्वम् अपित्वम् अपित्वम् एव भवति सर्वे तु किन्तु परस्मैपदीनां कृते यदा पश्यामः चेत् यत्र चित् चित् मिपीटि अस्ति एकवचने तत्र सर्वत्र भवेत् किन्तु तर्हि लट्लकारे तु सी सी मि इति सिद्धसिङ्प्रत्ययाः अपि पित्वं भवति तस्य तेषामपि पित्वं भवति लोट् लकारे तु इत्यस्य पित्वं भवति प्रथमपुरुष एकवचने उत्तमपुरुषस्य अनन्तरं सी इत्यस्य सिप् इत्यस्य पित्वं नश्यति किमर्थं चेति अपि इति सूत्रेण पित्वं नश्यति अनन्तरम् उत्तमपुरुषे आडुत्तमस्य पिच्छ इति आगत्य त्रयोः अपि पित्तम् आरोपयति इदानीं लमि तु यत्र यत्र पित्तम् अस्ति टिप् मिप् तेषां सिद्धप्रत्ययानां पित्तं तिष्ठति सकारः सकारः आम् इति प्रत्ययः इदानीं परस्मैपदी विधिर्लिङ् तत्र यावत् परस्मै पदेषु दाते निच्च इति सूत्रेण निद्वद् भवति तर्हि अपित्वम् आरोपयति भवति तत्र तर्हि पित्वं नश्यति तत्र पूर्णतया तर्हि तद् द्रष्टं यत्र यत्र पित्वं मूलप्रत्यय अस्ति तस्य सिद्धप्रत्ययानामपि पित्वं तिष्ठति किन्तु कुत्रचित् तथा न भवति इति सारांशः एतावत् गुणकार्यम् इति वयं न चर्चितवन्तः किमर्थम् इत्युक्ते पित्वम् अपित्वम् इति अस्माकं चिन्तनं न अभवत् किमर्थम् इत्युक्ते सर्वे तु अदन्ताङ्गानां कृते एव कार्यं निष्पादितमस्ति भादिगणे यथा भव इति अङ्गं भवति अकारान्तमपि भवति इति भवति तत्र गुणः किमपि न भवति अनन्तरं नृत्ये द्विवादिगणे नृत्य इति अङ्गम् आसीत् नृत्य इति अकारान्ताङ्गम् अस्ति तर्हि नृत्यति इति अदन्ताङ्गम् अस्ति अनन्तरं लिख इति अनन्तरं स्तुदादिगणे तत्रापि अदन्ताङ्गं लिखति इति रूपं च्युतादिगणे चोरय इति अङ्गं चोरयति इति रूपम् इदानीम् अग्रे गत्वा अस्माकं चिन्तनं तथा भवति पित्वम् अपित्वम् इति सम्यक्तया वयं पश्यामः चेत् तत्र यत्र यत्र पित्वम् अस्ति तत्र तत्र गुणकार्यं भवितुम् अर्हन्ति तर्हि चिनु इति धातुः स्वीकुर्मः चेत् चिनु योगः ति इदानीं ति इति तित् अस्ति इति दृष्टवन्तः तर्हि उकारस्य ओकारः भवति चिनो ति इति भवति रूपं किन्तु अग्रिममस्ति तस् इति लट्लकारे तित् अस्ति खलु तर्हि तस् इत्यस्य तः इति रूपं निष्पन्नं तत्र तित् नास्ति खलु अपित्वम् अस्ति तर्हि अपित् अस्ति इत्यस्मात् तत्र गुणकार्यं नास्ति तर्हि चिनुतः इति एव तिष्ठति चिनोति किन्तु चिनुतः तर्हि अग्रे पश्यामः हेम भगिनी पठामि अग्रे अपित् प्रत्ययाः पुनः द्विविधाः अपित् प्रत्ययाः अपि द्विविधाः प्रत्ययस्य आदौ अच्वर्णः अस्ति चेत् प्रत्ययः अजादिः प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् प्रत्ययः हलादिः इत्सु अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति, अपित्सु अपि अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति। तर्हि आहत्य प्रत्ययाः चतुर्विधाः, हलादिपित् सार्वधातुकप्रत्ययाः, अजादिपित् सार्वधातुकप्रत्ययाः, हलादि अपित् सार्वधातुकप्रत्ययाः, अजादि अपित् सार्वधातुकप्रत्ययाः च इति। एतदनुसृत्य कार्यमपि भिन्नं भवति। यदा भवति यथा प्रत्ययः पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति, अपित् चेत् गुणः नार्हति। प्रत्ययः अजादि अस्ति चेत् स्वरसन्धिः अर्हति, हलादिः अस्ति चेत् नार्हति। एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति। इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः। अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयामः। अग्रे अपि पठामि वा? सारांशः एवम् अस्ति, भवती एव पूर्वम् उक्तवती पित् अपि इति द्विविधाः सन्ति प्रत्ययाः। यदि प्रत्ययस्य आदौ स्वरः अस्ति चेत् तत् तु अजादिः अस्ति, यदि व्यञ्जनवर्णः अस्ति तर्हि तत् हलादिः अस्ति। तत्रापि पित्सु अजादि पुनः हलादि इति द्विविधं भवति, अपित्सु अपि तथैव अजादि हलादि इति भवति। तर्हि आहत्य चत्वारः विधाः सन्ति, हलादि पित् सार्वधातुकप्रत्ययः, अजादि पित् सार्वधातुकप्रत्ययः, हलादि अपित्, अजादि अपित् इति। कार्यं सर्वे एतदनुसृत्य, अयम् अंशः बहु महत्त्वपूर्णमस्ति, इदं वयं मनसि स्थापयामः चेत् अग्रिमे कार्यं सुलभं भवति इति अस्ति। यत्र पित् अस्ति तत्र गुणकार्यम् अर्हति, यत्र अपित् अस्ति तत्र गुणकार्यं न भवति इति। यत्र प्रत्ययः अजादिः अस्ति तर्हि अङ्गस्य अन्ते अपि अकारः अस्ति, प्रत्ययस्य आदौ अपि अजादिः अस्ति चेत् स्वरयोजनेन स्वरसन्धिः भवति। तथा नास्ति भगिनि, प्रत्ययस्य अङ्गस्य अन्ते यत्किमपि भवतु, यत्किमपि अदन्तं वा अनदन्तं वा, स्वरः एव यत्किमपि स्वरः अस्ति चेत् स्वरसन्धिः भवति। क्षम्यतां, किन्तु हलादि अस्ति चेत्, प्रत्ययः हलादि अस्ति चेत् स्वरसन्धि न भवति। तर्हि एतद् मनसि स्थापय, प्रत्ययं पश्यामः चेत् आदौ स्थित्वा अपित्वा इति पश्यामः, अनन्तरम् अजादि वा हलादि वा इति दृष्ट्वा कार्यं कुर्मः। पित्वं वा अपित्वम् इति मूलप्रत्यये एव द्रष्टव्यम्, तस्य स्वभावः अत्रापि आगच्छति। अग्रे मणिमहोदय पठति वा? कुत्र महोदय? अत्र सि इति अंशः अस्ति, ए बि सि सि इति अंशः। नास्ति महोदयस्य गूगल् ग्रूप् मध्ये नास्ति वा? भवान् महोदय प्रेषितवान् खलु प्रातःकाले, लिङ्क् प्रेषितवान्। स्वरूप महोदयस्य गूगल् ग्रूप् मध्ये अस्ति वा महोदय? भवान् योजितवान् वा स्वरूप महोदयस्य गूगल् ग्रूप् मध्ये? स्वरूप महोदयस्य वर्गम् आगच्छति खलु, भवान् आगच्छति वा? हेमन् भगिनी आगच्छति वा महोदय? महोदय केवलं भवत्याः वर्गे एव आगच्छति। अस्तु अस्तु, तर्हि अग्रे गत्वा अहं प्रेषयिष्यामि महोदय। किन्तु स्वरूप महोदयस्य गूगल् तत्र अहं प्रेषयामि, गूगल् मास् मध्ये आगच्छतु, अनन्तरं तत्र अनेके विषयाः तत्र चर्चयन्ति जनाः, तस्मै अपि मेल् आगच्छति, परन्तु प्रायः अन्वेषणं करणीयम् इति स्थानं न ए प्रत्ययाः स्थूलाक्षरैः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति ध्येयम्। परस्मैपदलट्लकारस्य ति सि मि इति त्रीणि प्रत्ययाः पितः अस्ति. किमर्थं तिप् सिप् मिप् इति अस्ति. हलादि तर्हि सर्वे प्रत्ययः पित् नास्ति, त्रीणि एव अस्ति. हलादिपित् सार्वधातुकप्रत्ययाः ति सि मि. अजादिपित् सार्वधातुकप्रत्ययाः शून्यं नास्ति एव. किमर्थम् इत्युक्ते सर्वे तु हल पित् ये सन्ति, त्रीणि त्रयः प्रत्ययाः पित् अस्ति, ते सर्वे अपि हलादि एव सन्ति, अतः अजादिपित् तु नास्ति एव. इदम् अजादिपित् नास्ति. हलादि हलादि अपि तु सः थः थ वः मह ते से द्वे वहे महे. अजादि अपि तु अन्ति आते अते आथे ए इति. लोट् लकारस्य हलादिपित् इदानीं भवती वदतु हलादिपित् सार्वधातुकप्रत्ययाः ये सन्ति तत्र किं किं कार्यं भवितुम् अर्हन्ति? गुणकार्यमस्ति, पित् अस्ति तु गुणकार्यमस्ति. हलादि तु स्वरसन्धिः न भवति. अतः चिनु इति अस्ति तु चिनोति इति भवति, गुणकार्यमेव अस्ति. चिनोति अग्रिमं हलादि अपि हलादि अपि तु चिनुतः गुणकार्यं न अस्ति, अतः चिनुतः इति भवत् अस्ति. अजादि अपि तु सन्धिः भवति वा, स्वरसन्धिः भवति वा तत्र? हल् अनदन्तं योगः, हल् स्वरसन्धिः न भवति. अजादि अपित् अस्ति तु अपित् अस्ति, अतः गुणकार्यं न अस्ति. अजादि अस्ति अतः स्वरसन्धि भवति. प्राप्तिः द्रष्टव्यं, स्वरसन्धिः भवति. चिनु योगः अन्ति इति चिन्वन्ति इति. तत्र यन् सन्धेः अवसरः अस्ति, किन्तु अन्यत् सूत्रं कार्यं करोति. यन् एव आगच्छति किञ्चित्. तत्र अहमपि एवमेव उक्तवती, परन्तु तदनन्तरम् अहं ज्ञातवती चिनु योगः अन्ति इत्युक्ते तत्र चिनो इति गुणकार्यम् अस्ति. न, तत्र शक्नुवन्ति चिन्वन्ति, अत्र कार्यद्वयम् अस्ति. भिन्नसूत्राणि सन्ति. उष्णु सर्वदातके इति एकं सूत्रम् आगत्य तत्र चिन्वन्ति. तत्र यण्सन्धिः एव किल, यण्सन्धिः एव आगच्छति. यण् इति एव आदेशः भवति, किन्तु अन्यत् सूत्रेण, अन्येन सूत्रेण. ओ, यण् इको यणचि कार्यं न करोति इति. कार्यं न करोति. एवमेव महोदय उक्तवान्, तदर्थमेव मम क्लेशः भ्रमः अभवत्. अन्य एकः प्रश्नः अस्ति, अत्र प्रथमेपदरूपे तीर्थः अन्ति इति दत्तवान्, आत्मनेपदे रूपे अनदन्तरूपमेव अस्ति अत्र. किमर्थम् इत्युक्ते इदानीम् अस्माकं चर्चा स्थित् अपि इति चर्चा अनन्तरन्तम् अङ्गानां कृते इति एव एतत् करपत्रमस्ति खलु. तत्रैव अस्माकं चिन्तनं कित् अपित् इति चिन्तनीयं भवति खलु. तर्हि इदानीम् अदन्तादानां कृते वयं तु पूर्णं कृतवन्तः. यत्र भुवादि दिवादि सुदादि चुरादि अभवत् खलु. इदानीम् अन्ये सर्वे विकरणप्रत्ययाः तु गणाः अनदन्त अङ्गानां कृते परस्मैपदे आत्मनेपदम्. अस्तु अग्रे पठति मीना भगिनि. आम्, लोट् लकारः स्थूलाक्षरलिखितपित् प्रत्ययः थु आनि आव आम ऐ आवहै आमहै एव सप्तप्रत्ययाः सन्ति. अन्यत् प्रत्ययाः अपित् सन्ति. हलादि पित् सार्वधातुकप्रत्ययः तु अस्ति, पित् कारणात् गुणकार्यमस्ति, हलादिकारणात् स्वरसन्धि न भवति. चिनो चिनु योगः तु चिनोतु, गुणकार्यस्य उकारस्य ओकारः चिनोतु इति रूपम्. अत्र किमर्थं पित् अस्ति भगिनि? परन्तु अत्र तु लोट्लकारः अस्ति किल, तर्हि लोट्लकारः वयं लोटो लङ्वत् कारणेन नित्वत् इति अपि तत् प्रबाद्य एरुः कार्यं करोति खलु. तर्हि अपित् न भवति इति वा? यदि यदि लोटो लङ्वत् इत्यनेन आसीत् चेत् भवति चेत् इतश्च कार्यं करोति, तत्र एरुः कार्यं न करोति. किन्तु अस्माकं सूत्रमस्ति एरुः लोटः लस्य एहेवुः इति अस्ति, कार्यक्षेत्रं न्यूनमस्ति खलु. परन्तु पित्वम् अपित्वं द्रष्टव्यं चेत् तस्य आवश्यकं नास्ति, केवलं पित्वम् अपित्वं यत्र इदानीम् एरुः इति यत्र कार्यं करोति तत्र तु इदानीं लोटो लङ्वत् इत्यस्य तत्र कार्यं न अभवत्. यदि लोटो लङ्वत् आसीत् चेत् एरुः कार्यं न करोति, लङ् एव भवति खलु. तर्हि लङ् इत्यस्य किं सूत्रं भवति तस्यैव कथति भवति. इदानीं लोटो लङ्वत् कार्यमस्ति, अनन्तरम् एरुः अस्ति, एरुः तु बलवत् भवति खलु, कार्यक्षेत्रं न्यूनमेव. तु इति रूपं कथम् आगच्छति इति प्रश्नः न, परन्तु तत्र हलादिपित् वा अपित्वा इति. तत्तु हलादिपित् अस्ति, किमर्थम् इत्युक्ते लोटो लङ्वत् इत्यस्य कार्यं न अभवत्, ततः पूर्वमेव एरुः कार्यं करोति, बलमस्ति एरुः इत्यस्य. अस्तु भगिनि, अस्तु. यत्र एरुः अत्र एरुः स्वयं वदति खलु लोटः लस्य एवुः इति अस्ति, कार्यक्षेत्रं न्यूनं, तर्हि तस्य कार्यं प्रथमं सम्भवति. लोटो लङ्वत् एतावत् पर्यन्तं न अभवत् एव, न करोति कार्यं करोति तत्र. तत् प्रभाते एरुः आगच्छति. किन्तु अन्यत्र यत्र अवकाशः वर्तते यत्र तत् इति अस्ति, तत्र तु किमपि स्पष्टतया पाणिनिना सूत्रं न उक्तमस्ति तस्य कृते, लोटः कृते. तर्हि एरुः इद् लोटो लङ्वत् इति सूत्रम् आगत्य लङ् लङ् लकारस्य ये ये प्रत्ययाः सन्ति तानि एव. तर्हि लोटो लङ्वत् मूलप्रत्ययात् सिद्धरूप प्रत्ययाणि निर्मातुम् एव कार्यं करोति, न तु पित्वम् अपित्वं द्रष्टुम्. पित्वम् अपित्वम् अपि भवति तस्य. यत्र इदानीम् अस्माकं पित्वम् अपित्वमपि तत्र सम्भवति, यत्र इत्युक्ते अत्र तु किमपि नास्ति, इदानीं किमपि नास्ति. इदानीम् एतत् पश्यतु, दिदिल्लिङ्गि पश्यतु, लङ् लकारे तु न तु लङ् अस्ति, आत्मनेपदीनां कृते आत्मनेपदीनां कृते किमपि नास्ति खलु तत्र, केवलम् अत्रैव मम किञ्चित् अत्र तु तदेव भगिनि, तत्र तु यदि तस्य यदि तस्य सूत्रस्य कार्यं करोति चेत् तत् सूत्रं कार्यं करोति चेत् एरुः इत्यस्य आवश्यकता निरवकाशः भविष्यति खलु एरुः इति सूत्रं. न, परन्तु इदानीं पित् अपित् द्रष्टुम् एरुः तस्य चर्चा एव नास्ति. एरुः यदि सूत्रं कार्यं करोति चेत् लोटो लङ्वत् इत्यस्य तत्र कार्यं न भवति. यदि लोटो लङ्वत् भवेत् तर्हि तत्र तु निश्चयति इतश्चेति सूत्रं कार्यम् आगच्छति खलु. अहं मन्ये किं सूत्रस्य प्रभावे रूपम् आगच्छति तत् कारणात् पित्वम् अपित्वम् इति. लोटो लङ्वत् इत्यनेन वदतु भगिनि, भगिनि वदतु. whichever rule Sasutra has the application, that also brings the pitvam and apitvam along with it. That has a higher priority. That has the tattu balavat bhakti. Yatra pashtatya na uktam panenina etad karoti iti na uktam, tatra loto langvat iti karyam agatya langiva bhavati tarhi pitvam nashyati. Okay. यत्र कार्यं लोटो लम्बति इति कार्यं करोति चेदेव तत्र नश्यति, नो चेत् तिष्ठति कृतम्. तर्हि भगिनी वदति किं आनि आव आम त्रयप्रत्ययाः एव पित्वम् अस्ति. कारणम् आडुत्तमस्य पिच्च इति सूत्रेण पित्वम् अस्ति. मिप् इति पित्वमस्ति, अनन्तरम् आडुमस्ति चापि पित्वम् आनयति, तर्हि पित्वमेव तिष्ठति. ऐ आवहै आमहै अपि अहं चिन्तयामि आडुत्तमस्य पिच्च इति कारणात् एव पित्वमस्ति. कार्याणि पूर्वमहं गुणकार्यं तु आनि इति चिनु योगः आनि इति चिनो योगः आनि चिनवानि इति भवन्ति स्वरसन्ध्या. तर्हि गुणसन्धिः भवति, क्षम्यतां, गुणं भवति, अनन्तरं स्वरसन्धिः अपि भवति. किमर्थम् इत्युक्ते अजादि इत्यस्मात् स्वरसन्धिः अपि भवति, कोऽपि भवति भवतः. तर्हि अनन्तरं हलादि अपि तस्ति चेत् किं किञ्चित् कार्यं नास्ति, गुणकार्यमपि नास्ति, स्वरसन्धिः अपि नास्ति, चिनु योगः हि चिनुहि इति भवति रूपम्. वदामः चेत् चिनु इत्येव भवति, तत्र अन्यत् सूत्रं कार्यं करोति. यत्र शक्नु इति अस्ति चेत् शक्नुहि इति भवति, किन्तु चिनु इत्यस्य चिनु हि इत्यस्य लोपः भवति तत्र चिनु इत्यत्र. अन्यत् सूत्रमस्ति किन्तु सत्यं यत् वदति तत् सत्यमेव. शक्नुहि अस्ति किन्तु चिनु इति एव तिष्ठति, हि इत्यस्य लोपः भवति अन्यसूत्रेण. किन्तु सारांशः इति इत्युक्ते हलादि इत्यस्मात् स्वरसन्धेः अवकाशः न वर्तते, अपि इत्यस्मात् गुणकार्यमपि न सम्भवति. इदानीम् अजादि अपि स्वर गुणकार्यं नास्ति, स्वरसन्धिः अस्ति. शक्नुयोगः अन्तु शक्नुवन्तु तत्र शक्नुवन्तु इति अन्यत् कार्यमस्ति. ओके, चिनु योगः किन्तु अवकाशः अस्ति चिन्वन्तु इति. आं चिन्वन्तु इति तत्रापि अवकाशः अस्ति, किन्तु अन्यसूत्रं अन्यभागः भगिनि. अस्तु, इदानीं पुष्पभगिनी पठति वा अग्रे. लङ्लकारः अत्र हलादिपित् सार्वधातुकप्रत्ययाः तकारः सकारः यत्र गुणं गुणस्य प्रसक्तिः भवति. अजादिपित् सार्वधातुकप्रत्ययाः अम् अस्ति, अत्र अपि गुणस्य प्रसक्तिः अस्ति, स्वसन्धिप्रसक्तिः अपि अस्ति, स्वरसन्धिप्रसक्तिः अपि अस्ति. अलादि अपित् सार्वधातुकप्रत्ययाः तां तं वा म त, अनन्तरम् अत्र आत्मनेपदि त थाः ध्वं वहिमहि, अत्र अपि कारणतः गुणं न सम्भवति. हलादिकारणतः अत्र स्वरसन्धिः अपि न सम्भवति. अनन्तरम् अजादि अपि सार्वधातुकप्रत्ययाः अन् अनन्तरम् आताम् अत आथाम् इ अत्र अजादिकारणतः स्वरसन्धिः प्रसक्तिः अस्ति, अपित् कारणतः गुणकार्यं न सम्भवति. परन्तु अत्र भगिनी यथा वयम् इदानीमेव चर्चितवन्तः, अत्र तकारः सकारः अम् मूलप्रत्यये मूलप्रत्ययाः पित् सन्ति, यतोपि अत्र इतश्च कार्यं करोति. इतश्च कार्यं तु नित् कारणतः कार्यं करोति खलु, परन्तु अत्र तकारः सकारः अम् तेषां कृते पित्वं तु तिष्ठति एव. अहं चिन्तयामि अत्र अत्र अहं चिन्तयामि तत्कारणात् एव तथैव यदि अपित्वा पित्वा इति अतिदेशसूत्रतः आगच्छति चेदेव पित्वम् अपित्वं तस्य परिवर्तनं भवति, नो चेत् परिवर्तनं न भवति. यथा मूलप्रत्यये प्रत्ययः पित् अस्ति चेत् सिद्धप्रत्यये अपि पित् भवति. विधिलिङ्ग् लकारः अत्र कोऽपि पित् नास्ति. हलादिपित् सार्वधातुकप्रत्ययाः शून्यम्, अजादिपित् सार्वधातुकप्रत्ययाः अपि कोऽपि नास्ति. परन्तु अत्र हलादि अपित् सार्वधातुकप्रत्ययाः अत्र परस्मैपदे सर्वे यकारादयः, तत्कारणात् ते सर्वे हलादिपित् सार्वधातुकप्रत्ययाः. आत्मनेपदिनः सर्वे ईकारादि प्रत्ययाः, ते सर्वे अजादि अपित् सार्वधातुकप्रत्ययाः. आहत्य अत्र कार्याणि तु गुणकार्यं तु न सम्भवति एव. हलादि अपि सार्वधातुकप्रत्ययाः विषये तु अत्र सन्धिकार्यं स्वरसन्धिः न सम्भवति. अजादि अपि सार्वधातुकप्रत्यये प्रत्ययानां कृते स्वरसन्धिः प्रसक्तिः अस्ति. आहत्य अलादिपितः षड्, अजादिपितः सप्त, हलादि अपित् अष्टत्रिंशत्, अजादि अपित् त्रयोविंशतिः. प्रत्ययानां वर्गचतुष्टयं प्रत्येकस्मिन् वर्गे यत् कार्यं भवति तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते. अयमेव द्वितीयगणसमूहस्य कार्यविधिः. अतः इमं जानीमः चेत् द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि. अत्र अत्र यथा सर्वे उक्तवन्तः इदानीं पर्यन्तं, पित्वा अपित्वा अजादिभिः अजादिः वा हलादिः वा इति एव अत्र प्राधान्यमस्ति. यदि वयं तज्जानीमः द्वितीयगणसमूहस्य क्रियापदरूपाणि सम्यक्तया जानीमः एव. भगिनी अहं गतवती गमिष्यामि. धन्यवादः. गमिष्यामि. धन्यवादः. अधुना अन्तिमः एकः विचारणीयः. उपरि उक्तम् आसीत् यत् पित्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः, मूलस्य पित्वं चेत् सिद्धस्य अपि पित्वम् इति. किञ्च अत्र अपवादद्वयं प्रतीयते. लोट्लकारस्य उत्तमपुरुषे आनि आव आम ऐ आवहे आमहे. वयम् इदं पूर्वमपि चर्चितवन्तः. यदा सुब्रह्मण्यमहोदयः उक्तवान् अत्र आडु उत्तमस्य पिच्च इति आतिदेशिकसूत्रात् पित्वम् आरोपयति, अतः अत्र पित्वस्य रूपम् आगच्छति इति अत्र उक्तमस्ति. आनि मिप् इत्यस्मात् आगतः, अतः तस्य पित्वम् अस्ति. किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति, तेषां पित्वं कुतः आगतम्? लोटि सर्वत्र परस्मैपदे आत्मनेपदे च, उत्तमपुरुषे आड् आगमः. अयम् आगमः प्रत्ययानाम् आदौ युज्यते. येन सूत्रेण अयम् आड् आगमः विहितः, तेन एव सूत्रेण व्युत्पन्नः व्युत्पन्नप्रत्ययस्य पित्वं विधीयते. आडुत्तमस्य पिच् च लोट्लकारस्य लस्य स्थाने यः उत्तमपुरुष प्रत्ययः भवति तस्य आट् आगमो भवति, अपि च तस्य पित्वं भवति. लोटः लस्य उत्तमस्य आट् पित् च, अत्र पित्वस्य आरोपम् अस्ति इति. अनेन लोट्लकारे उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड् आगमः, अपि च सर्वेषां प्रत्ययानां पित्वम्. परन्तु लोट्लकारे तात् इति प्रत्ययस्य मूलरूपं तातङ् इति अस्ति. तातङ् तु ङित् अस्ति, अतः ङित्वत् भवति इति सार्वधातुकम् अपित् इति कारणेन अपित् आगच्छति अत्र. धन्यवादः भगिनी. गतवती ओ मीना सा एव गतवती, भगिनी एव पूरयतु भगिनी. अस्तु. परस्मैपदे विधिलिङ्गि यद्यपि मूलप्रत्ययेषु तिप् सिप् मिप् च पितः सन्ति, तथापि यात् याः याम् इति सिद्धप्रत्ययानां पित्वं नास्ति. किमर्थं? परस्मैपदस्य विधिलिङ्गि यासुट् आगमः भवति इति अस्माभिः दृष्टं. यासुट् परस्मैपदेषु उदातो निच्च इति अनेन लिङ्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति, स च आगमः ङित्वत् भवति. ङित्वत् अतः ङिति च सूत्रेण गुणनिषेधः भवति. धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तेन अङ्गेन ङित्वत् यासुट् आगमः दृश्यते, न तु तिप् तिप् निप् ये मूले पितः. मूलप्रत्ययः पित् भवतु नाम, परन्तु अङ्गेन इदं पित्वं न दृश्यते, यतः मध्ये ङित्वत् यासुट् आगमः अस्ति. मध्ये ङित्वत् यासुट् आगमः, अतः अङ्गेन केवलं ङित्वत् दृश्यते, तस्मात् किमपि पित् निमित्तकं कार्यं नार्हम्. फलितार्थः एवं यत् सिद्धप्रत्ययानां पित्वं नास्ति. अत्रापि एवमस्ति, यद्यपि यासुट् आगमः मध्ये, यतोहि यासुट् आगमः मध्ये तिष्ठति, तिप् प्रत्ययस्य पकारः न दृश्यते साक्षात् धातुना, अतः तत्र पित्वं न आगच्छति. यासुट् तु ङित्वत् अस्ति, अतः ङित्वत् एव तिष्ठति इति सारांशः अस्ति. एकः एव प्रश्नः अस्ति भगिनि, विधिलिङ्ग् मध्ये सियुट् यासुट् आगच्छति खलु, तत्र लिङ्गस्य सलोपो अनन्तस्य कार्यं करोति, तत्र सलोपः अनन्तस्य अस्ति किल, तत् अनन्तस्य पदस्य किम् अर्थं तत्र? अन्तस्य न इति एव अनन्तस्य. आं भगिनि, तर्हि कुत्रापि आगन्तुं शक्नोति, पदान्ते कुत्रापि आगन्तुं शक्नोति, केवलम् अन्ते न इति. तर्हि यासुट् यास् स्थाने अन्ते अस्ति, सियुट् स्थाने प्रथमम् अस्ति, परन्तु अन्ते अपदं वा इति एव चर्चा तत्र. न, तत् स्पष्टः नास्ति. एकवारम् अनन्तस्य इत्युक्ते अन्त्यस्य न अन्त्यस्य अन्त्यस्य इत्युक्ते अहं चिन्तयामि पदान्ते इति अहं चिन्तयामि. ओ, एतत्तु मध्ये अस्ति इति कारणेन मध्ये द्वयोर् सलोपः भवति. प्रति सारांशः अस्ति. अस्मिन् करपत्रे बहु किमपि उक्तं. प्रत्ययानां व्युत्पत्तिः दत्ता, यत्र अदन्ते अनदन्ते भेदः वर्तते. एषां व्युत्पत्तीनां च बोधनेन महान् लाभः. तदा चतुर्विधाः सिद्धतिङ्प्रत्ययाः प्रदर्शिताः. ते अस्माभिः सम्यक्तया बोध्याः, यतोहि सर्वाणि द्वितीयगणसमूहतिङ्गन्तरूपाणि तेषु आधारितानि. तर्हि अस्माकं किं मनसि स्थातव्यम् अग्रे द्रष्टव्यं चेत्, एतत् चत्वारः रूपाः अस्ति किल, हलादिपित् अजादिपित् इति, तस्य स्मरणं भवेत् वा तेषां? तादृशचिन्तनं भवेत् इति. अस्तु, तर्हि प्रत्येकस्मिन् यदा वयं रूपं साधयामः तस्मिन् समये वक्तुं शक्नुमः, वदामः एतत् अजादि अस्ति, अपित् अस्ति, अपित् अस्ति, अजादि अस्ति, तर्हि कुणकसकार्यं भवति, सन्धिकार्यं भवति इति उक्त्वा वयं रूपं साधयामः प्रत्येकं प्रत्ययं स्वीकृत्य. कण्ठस्थीकरणं न करणं किल भगिनि? न करणीयं, न करणीयं. वयं तु जानीमः खलु, इदानीं लोट् लकारे उत्तमपुरुषे सर्वे तु पित्वं भवति, नो चेत् एकवचने पित्वं भवति, लोट् लकारस्य तथा नास्ति इति वयं जानीमः. विधिलिङ्गि अपि तथा नास्ति इति. महोदय प्रश्नः अस्ति वा? महोदय किमपि उक्तवान् वा? सुब्रह्मण्यमहोदय न भगिनि न. मणिमहोदय किमपि अस्ति वा? अहं प्रेषयिष्यामि महोदय अग्रे गत्वा, महोदयस्य करपत्रं किम् इति अहं प्रेषयिष्यामि, अनन्तरं लिङ्क् अपि प्रेषयामि पुस्तकानां कृते क्रयणार्थं. धन्यवादः महोदय, शुभरात्रिः. शुभरात्रिः. धन्यवादः भगिनी, शुभरात्रिः.